नम सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ऐ उण ऋक् ए ओङ् ऐ औच् हयवर्ट् लण् ञमगणनं जवै गडदश् जवगडदश् कफचटतचटतौ कपै शषसर् हल् इति प्रत्याहारसूत्राणि। गीताञ्जलि भगिनी, समाससूत्राणि वदतु, अव्ययीभावसमाससूत्राणि। आं महोदय, प्रकडारात् समासः इति सूत्रतः महोदय? आम्। अस्तु, प्राक्कडारात् समासः सः सुपा अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धिवृद्धि विरुद्ध्यर्थाभावत्यया सम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविध्यो आङ्मर्यादाभिविध्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठत्कुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्। धन्यवादः भगिनी। धन्यवादः। अत्र अद्य पुनरावर्तनं कृत्वा अव्ययीभावसमाससूत्राणि कानि कानि, किं किं कथं निष्पादुं शक्यते, एतावत् अवलोकनं कृत्वा अद्य वर्गस्य उपयोगं कुर्मः। तत्र दृश्यते वा स्क्रीन्? आं महोदय। एतत् अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावत्ययसम्प्रतिशब्दप्रादुर्भावपश्चाद् यदा अनुपूर्व्य यौगवद्यसादृश्य सम्पत्ति साकल्यान्तवचनेषु, अस्य सूत्रस्य विवरणं संक्षेपरूपेण वदतु गोमती भगिनी। एतत्तु दीर्घसूत्रं विधिसूत्रमस्ति, द्विपदं सूत्रम्, अव्ययम्, अनन्तरं विभक्ति षु, तत्र अव्ययं प्रथमा विभक्तौ, अनन्तरं विभक्ति इति षोडश अर्थे विभक्ति इति षोडश अर्थे पदानि भवन्ति। एतत् पदानि अव्ययपदेन समासं कृत्वा समस्तपदं भवति, तत् अव्ययीभावसमासः, तत् नपुंसकरूपे भवति। अव्ययं सुबन्धपदम् अव्ययपदेन योजनं भूत्वा समासम् अन्तिमे नपुंसकरूपं भूत्वा अव्ययीभावसमासः भवति। सम्यक्। अत्र विभक्ति इति षोडश अर्थं किम् उक्तम्? विभक्ति इति विभक्ति समीप समीविभक्त्यर्थे समीपार्थे अत्ययार्थे सम्प्रत्यर्थे इति षोडशपदानि सन्ति न तत्र विभक्ति इति विभक्त्यादि इति उक्तम्। विभक्ति इति उक्ते केवलं विभक्ति इति पदस्य अर्थं भवति, विभक्त्यादि अन्यपदार्थानां समासः भवति अव्यय पद अव्ययसुबन्धेन सह। तत्र विभक्ति इति प्रथमं पदं किम् अर्थं द्योतयति? तत्तु अधिकरणार्थे भवति। सप्तमी विभक्तौ यत् अव्ययं भवति तदेव अत्र दत्तम्। अधि इति अव्ययम् अधिकरणार्थे, हरौ इति अधिहरि इति रूपं भवति। केवलम् अधि इति एव अव्ययं स्वीकुर्मः अत्र। अस्तु, तत्र अरुणा भगिनी समीपार्थे तस्य विवरणं ददातु। समीपार्थे अत्र उप इति अव्ययपदं सुबन्तेन समस्यते, अव्ययविभावसमासः भवति। अलौकिकविग्रहः किं किं? कृष्णस्य समीपे इति विग्रहवाक्यम्, उप कृष्णम् इति समस्तपदं, कृष्णयोगः नस् योगः उप। अस्तु, तत्र किं पूर्वपदम् उत्तर पूर्वपदम् उत्तरपदम् इति कं कथं भवति इति वक्तुमिच्छति वा? प्रथमनिर्दिष्टे समास उपसर्जनम् इति सूत्रेण उप इति प्रथमविभक्ति अस्ति, ततः उपसर्जनसंज्ञा भवति। उपसर्जनं पूर्वं निपातः भवति, ततः उप प्रथमम् आगच्छति, तदनन्तरं कृष्ण आगच्छति। सम्यक्, तत्र एकं वक्तुमिच्छामि। उप इति प्रथम अस्ति इति कृत्वा उपसर्जनं संज्ञा न भवति। सम विधायकसूत्रे प्रथमा निर्दिष्टपदं यत् अस्ति तस्य प्रतिनिधि समासे किम् अस्ति तस्य उपसर्जनसंज्ञा भवति। अतः समीपार्थे इति समीपम् इति दत्ते विधिसूत्रे समीपम् इति प्रथमनिर्दिष्टम् अस्ति कृत्वा तस्य प्रतिनिधिः अस्ति उप इति अव्ययं, तेन कारणेन तस्य पूर्वनिपातं भवति। पुनः वदतु महोदय, समासे समीपम् इति प्रथमनिर्दिष्टमस्ति विधिसूत्रे। यदि विधिसूत्रं पश्येते चेत् पश्यामः चेत् तत्र अव्ययं विभक्तिसमीपम् इति अव्ययम् इति प्रथमनिर्दिष्टमस्ति। समीपार्थे यत् अव्ययं भवति तदेव उप इति अव्ययं, तत्र अव्ययम् इति प्रथमनिर्दिष्टमस्ति। अस्तु, सूत्रे प्रथमनिर्दिष्टपदं किम् अस्ति? अव्ययम्, अव्ययं न समीपं, समीपार्थे अस्ति। ओ, समासे अव्ययम् इति पदमेव प्रथमनिर्दिष्टमस्ति। समीपार्थे यत् अव्ययं भवति तदेव उप, तत्कारणेन उप इति अव्ययस्य प्रथम उपसर्जनं संज्ञा भवति, तत्कारणेन तत् पूर्वपदं भवति उपसर्जनं पूर्व इति सूत्रेण। अवगतं वा? धन्यवादः महोदय। तदेव, तत्कारणेन उपवनम् उपकृष्णम् इत्यादि समीपार्थ अव्ययसमासान् भवति. गीताञ्जलि भगिनी, समृद्ध्यर्थे समृद्धि अर्थे इत्युक्ते किं कथं वदनीयं महोदय, अधिकं कथं वदनीयं महोदय, आधिक्यम् आधिक्यम् इति अधिकस्य भाव आधिक्यम्. हा, अधिकस्य भाव आधिक्यम् अस्ति चेत् समृद्धि इति अर्थः अस्ति. सु इति अव्ययम् अस्ति, अव्ययीभावसमासः तु यथा सुमद्रम् इत्युक्ते अधिकधनम् अस्ति चेत् सुमद्रम् इति एकम् अव्ययीभावसमासम् सुमद्रम् मद्रं कीदृशपदमस्ति मद्रं? तत्र मधुरा अस्ति खलु, मद्राणां मधुरा मद्रम् इत्युक्ते देशस्य नाम न, देशस्य नाम देशस्य नाम अस्तु. मद्रं देशस्य नाम, सुमद्रम् इत्युक्ते बृहत् वा कथं वदनीयं महोदय? सुमद्रम् इति समुद्र किमर्थे भवति? प्रास्पेरिटि मद्रं नामस्य प्रास्पेरिटि अर्थम् अस्ति वा? मद्रा इति देशस्य नाम, नाट् टु प्रास्पर. परन्तु महोदय अत्र अर्थं भवति तत्र वसन्ति जनानां मद्रवासिनां समृद्धि इति अर्थे तदेव मद्रवासिनां तदर्थः भवति. तदेव तत्र तदेव संशयं जातं मम. मद्रम् इति प्रास्पिरिटि इति नास्ति, मद्रवासिनः प्रास्पिरिटि अस्ति कृत्वा सुमद्रम् इति भवति न? महोदय अत्र भगिन्या दत्तं सु इति अव्ययस्य प्रयोगः क्रियते तथा मद्राणां समृद्धिः, मद्राणां समृद्धिः इत्युक्ते सुमद्रं स्ट्रोक् मद्रदेशवासिनां समृद्धिः इति भगिनी भगिन्याः दत्तमस्ति करपत्रे. मद्रदेशवासिना विग्रहवाक्यं मद्राणां समृद्धिः. तत्र मद्राणां समृद्धि इति तत्र यदि मद्राणां समृद्धि मद्रां इति प्रास्पिरिटि इति नास्ति, तत्र आधिक्यं वासिनाम् अस्ति न, तत्र किं चिन्तयति? वि केनाट् से मद्रा इस् प्रास्परस् बिकास् द पीपल् देर् आर् बिकमिङ्ग् प्रास्परस् वि से देट् लैक् बाम्बे इस् प्रास्परस् बिकास् आफ् पीपल् स्टेयिङ्ग् इन् बाम्बे न? रैट्. तत्र यदा भिक्षाणां समृद्धं तत्र किमर्थमस्ति? गोमती भगिनी वदतु. ऐ तिङ्क् भिक्षाणाम् इत्युक्ते ऐ तिङ्क् भिक्षुकः अर्थः नास्ति तत्र, यदा पीपल् आर् एबल् टु गिव् भिक्षा, नौ समृद्धिः अस्ति चेदेव भिक्षा दत्तुं शक्नोति शक्नुवन्ति न इति अहं चिन्तयामि. सो भिक्षाणां समृद्धि. पुष्पा भगिनी, केन् यू म्यूट् प्लीज़? ओ ऐम् सोरि, ऐम् सोरि, ऐम् सोरि, ऐम् सोरि. Some sound coming. Continue on TW Alexander Drive for 3/4 of a mile. Usha, Aruna Bhagini also. Acha. Bhikshukanam samruddhi nasti. Etra bhiksha shaknuvanti janaha tesham samruddhi. तदेव भवितुम् अर्हति, किन्तु भिक्षुकानसमृद्धिः न भवतु कवि कदापि न भवति. भिक्षुकान यद् देशे भिक्षां प्राधान्यम् अस्ति, यत्र देश भिक्षुकानां ऐ मीन् वि वर् दट् देर् इस् इनफ् डोनेशन्स् आर् भिक्षा गोयिङ्ग् आन् that place can only be called weather rit. So the what I mean that is it seems let's think about it because samudram janaha anandena vasanti sma samudranam janaha samudram janaha iti dattamasti karpatre. So here the prosperity is not in the it is not in the word excessive property is not in the action but in the place I think right like the samudram and I also what? I think this also mahodaya bhiksha itipte it's not just a yachanam yada sanyasilo janaha bahavaha bhavanti tatra sanyasi janaha itipte you know they are because of them the shastras and other things live, I think, I do not know much. Anyway, so they have to also live. So they come for bhiksha. So bhiksha, to give bhiksha also, the desha should be aishariya samatham bhavati, na? No. Yada udaharane dattam asti samudram iti मुद्राणां समृद्धिः समुद्रं समद्रं तस्य अर्थं दत्तमस्ति समुद्रं जनाः आनन्देन वसन्ति स्म तत्र सुमद्रं जनाः आनन्देन वसति स्म भिक्षाणां समृद्धि सुभिक्षं तस्य वाचकं कीदृशं भवन्ति I think, you know, just from words you cannot deduct the artha of samasa. You have to see the whole sentence. Then only you will be able to deduct the artham of samasta pada. So therefore, just by saying... Sharmila Bhagini? No, I think the people have the ability or are prosperous in that particular place. Or in that particular aspect. So like I think Gomiti Bhavani is saying Bhikshanam Samriti ityukte Janaha Bhikshadanam Kartum Samarthaha Yatra Sahapradeshaha Subhiksham. Astu. Tata Anya Vyardhyarthe Kim Bhavati Iti Bhatatum? Tata Riddhi एकनिमिषं महोदय यदि आधिक्यम् इति भावस्य प्रतिनिधिः सु अस्ति चेत् मद्रं देशस्य नाम अस्ति चेत् इत्युक्ते यथा विशेषण अस्ति इत्युक्ते प्रोस्परस् देश वा इति तदेव तदेव मद्रा इति मद्राणां देशवासिनः आधिक्यम् अस्ति कृत्वा तत्र सुमद्रं भवति Because the people staying in Madra Desha has got excessive property or wealth, because of which Anandena Vasanti Sma. Same way, yes, whichever Pradesha or whichever, I mean, Desha, where Bhiksha is being done, that lot of donations are happening, that place should be called Subhiksham. Astu. Su ityukte adhikaha, apicha, kimapi subantena saha yojayitva tat eva artha bhavati. Su iti adhikya nirdharitam patamasti. Asya tasya samasa bhavati anyapadarte chet. सुगन्धेन सह सम अव्ययीभाव समासः भवति सुमद्रं सुभिक्षम् इत्यादि. शर्मला भगिनी, व्यर्थ्यर्थे वृद्ध्यर्थे इत्युक्ते समृद्ध्यर्थे इत्यस्य आपोजिट् वृद्धेः अभावः. सो दे आर् नाट् प्रास्परस्, अतः दुर्यवनम् इति अत्र दत्तमस्ति. तदेव अन्यदेशानां कृते अपि वक्तुं शक्नुमः, दुःशकं शकानां वृद्धि आदयः. विगताः वृद्धिः इत्युक्ते वृद्धिः गोन्. सुमद्रं दुर्मद्रं बोत् केन् बि यूस्ड् इफ् डिपेण्डिङ्ग् अपान् वाट् इस् द स्टेटस्, इसन्ट् इट्? So they are opposites of one another. And तस्य अलौकिक विग्रहवाक्यं किं भवति? यवनानाम् इत्युक्ते षष्ठी विभक्ति बहुवचनं वृद्धिः. ऐ कीप् फर्गेटिङ्ग् दिस् नस् नो This is the Prathama Vibhakti, is the Ekvachanam. Aam. Yavana Yoga Aam. Yoga Vibhakti Yoga. Nas Os Aam. Mahodeva, Eka Samshaya. Mama Eka Samshaya. Vatadu. दुर्यवनम् इति समष्टपदं भवति. तत्र वि वेर् टाट् न डजन् बिकम् न एनिबडि रिमेम्बर्स्? बिकास् निमित्तमस्ति, निमित्ति अस्ति, मध्ये बाधकवर्णाः न सन्ति, बट् स्टिल् इट् रिमेन्स् दुर्यवनम्. हयवरट तु And samastapadam also, you know, you get natvam. Yeah. So, that's... which sutram comes here? She taught us, I don't remember. If anybody remembers. Atra yavananam, tattu shashti vipakti na, yavanam asti, yavanana asti. That is not the doubt, Pushpa Bhagini. My doubt is why natvam doesn't happen here. Oh, natvam, vakara hasti, na? Vakara hasti, hayavarata, madhya hasti, api natvam bhavati, na? At kupuam, iti sutre, na? Bhavitam arhati. At ityukte hayavarata, abhi, tatra. यकारः वकारः द्वे अपि अस्ति. उत्तर पूर्वपदस्य कारणेन उत्तरपदे नत्वं भवति इति एकं सूत्रमस्ति. यकारः वकारः तिष्ठति चेत् उपसर्गात् समासे अपि आं भगिनि, बट् वै डजन्ट् हेपन् हियर्? प्रणमति तत्र भवति असमासे भवति प्रणमति अत्र याव नास्ति महोदय सारी ऐ एम टेकिंग टाइम इफ यू वांट टू गो अहेड विद द वे भावा वी विल गो अहेड आई कैन आई डोंट I mean, Vidya Vatni will say it like that, but we, can't, we don't know that. समानपदं नास्ति अपि भगिनी सम्टैम्स् इट् कम्स् यु नो लैक् फर् प्रणमति तत्र इट् कम्स् वट् उषा भगिनी समानपदं नास्ति ऐता समानपदं नास्ति निमित्त दुर् उपसर्ग उपसर्गात् असमासे अपि न उपदेशस्य यस्मिन् धातु औपदेशिकावस्थायां नकार दिस् इस् नाट् द सूत्र नो नो नो तस्य नकारस्य बट् देट् सूत्रं वास् ओन्लि टेकन् इन् द क्लास् ऐ थिङ्क् दिस् नुमागम प्रातिपदिकात् नुम विभक्तिषु च इति सूत्रम् ऐ थिङ्क् दे एक्स्प्लेन् अदि उपसर्गसमासे अपि नो उपदेशस्य रैट् सोलि उपदेशावस्थायां नकारादि धातु अस्ति चेत् तस्य हियर् समथिङ्ग् एल्स् हेपन्स् टु प्रिवेण्ट् See, this is the sutra what Gomati Bhagani is referring to. Pratipadikantanu vibhakti shucha. So... If the Tippani also says it, Mahodaya, I think it doesn't say why. Natvam na bhavati, I remember See, the, it is not it is not Pratipatikanta. It is not Num. It is not Num. Is it a Vibhakti? Subhanta. This is not it. See. दुर्यवनयोगः अम् न शी इस् आस्किङ्ग् अबौट् वै नाट् बिकम् न रैट् सो दुर्यवन अवस्था इट् इस् प्रातिपदिक बिफोर् यु एड् द अम् अन्ते अस्ति दुर्यवन अन्ते अस्ति सम्यक् सम्यक् न टुमारो वि केन् आस्क् विद्या भगिनी She's not going to ask answer, she's going to ask you. See, this is the Samriddhi Yatuta Vidyarthe. Here she has not Duryavanam. There is a verse she has given. Pratipadikantunam Vibhakti Shucha. Num Sambandha Nakara. Right, Num Samanavati. So here... This is the reason why it is Sutra is this one Pratipatikantanum Vibhakti Shucha So why it is not coming is because it's what the Sutra says Gomati Bhagini Padato Pratipatikantanum Vibhakti Shucha What does it say? Puravadasya Nimitat Parasya Yesho Sthitasya Nasya No Vasyat अत्र उदाहरणेन दुर् इति उपसर्गं तो पूर्वपदे निमित्तमस्ति, रेफ अस्ति तो निमित्तमस्ति, परे यवन नकारमस्ति तो नकारं भवति, नो चेत् न भवति वा न भवति। अत्र ध्येयं यत् समासस्य प्रसङ्गे अयम् दट् ओन् निमित्तम् आल्सो वि आर् फुल्फिलिङ्ग् इट् अवर्स् इस् अ समस्तपदम्। समासन्त्या समासेणत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं नुं सम्बन्धनकारः, विभक्तिसम्बन्धिनकारः इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति। भ्रमः उदेति यत् किमर्थम् अस्मिन् प्रसङ्गे अस्माभिः चिन्तनीयं यत् के के वर्णाः मध्ये सन्ति, यतः अट् कुप् वाङ् नुं व्यवायेपि इति सूत्रे रसाभ्यां नुनः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्ति तद् वयं जानीमः। ऐ थिङ्क् नो आस् यू सेड् अत्र यवन योग आम् इति एव यवनानां तो यवनानां विरुद्धि, अत्र नकारः विभक्तिप्रत्ययेषु आगत नकारः अस्ति। मेबी दट् इस् द रीसन्, विभक्तिप्रत्ययेषु नकारः अस्ति चेत् नत्वं भवति, नो चेत् न भवति। ऐ डोण्ट् नो And can you lift it a little bit up? Kumati also she has given. Kumati is different. This. Kavargati uttare pratipati in nattum syad. So, here, see the examples given in it. Mashvavapani. Mashvavapanapani. Harshabhavena. Harshabhavena. These are all vikalpena. So these are all vibhakti issue. In the Pratipadika's case, it is Duryavana is it is not there. Anyway, so we'll move to the next one. Arthabhava iti अरुण रोहिणी भगिनी महोदय अर्थाभावः सूत्रे अर्थाभावार्थे अव्ययम्। अर्थाभावः नाम पदार्थस्य असत्ता अथवा अभावः। अर्थाभावार्थे निर् इति अव्ययस्य प्रयोगः क्रियते। मक्षिकाणाम् अभावः निर्मक्षिकम्। अलौकिकविग्रहवाक्यं मक्षिका योग आम् योग निर्। इदानीं सुप्रत्ययस्य लुक् लोपः भवति सुपो धातुप्रातिपदिके। तत् प्रक्रिया नाम अस्तु भगिनि, केवलम् उदाहरणं, किन्तु एकैकं सूत्रं दृष्ट्वा किं पदं कथम् उत्पद्यते इति, किमर्थं भवति इति एव चिन्तनं। प्रक्रिया तु सर्वं जानीमः। मक्षिकाणाम् अभावः अव्ययम् उपयुज्यते। अव्ययविभक्तिसमृद्धि इति दीर्घसूत्रेण अव्ययम् इति पदं प्रथमा निर्दिष्टं, प्रथमाविभक्त्या निर्दिष्टं, तदा निर् इति अव्ययं प्रथमानिर्दिष्टम् उपसर्जनं भवति। उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जन पदं पूर्वं भवति। निर्योगमक्षिका भवति, अत्र ह्रस्व भवति, निर्मक्षिका भवति, आयाति तदनन्तरं निर्मक्षिकम् आयाति, निर्मक्षिकं भवति। सम्यक्। अत्र पुष्पा भगिनी सूत्रार्थे अत्ययार्थे अत्ययार्थे किं कानि उदाहरणानि सूत्रार्थे अत्यार्थे अत्यार्थे अत्ययार्थे हिमा योगः न्यस् योगः अति अत्र समाससंज्ञा भवति। समासपदं किमस्ति अव्ययपदं किमस्ति? अतिहिमम् अत्यार्थे अति इति अव्ययम् अन्यसुबन्धेन सह समस्यते चेत् अत्यार्थे अव्ययीभावसमासम् उत्पद्यते. तदेव अति इति अव्ययम् अत्ययार्थे नाशः ध्वंसः इति अर्थानाम् अर्थः अस्ति, प्रतिनिधिः अस्ति. तत्र तस्मिन् कोऽपि तदनन्तरं, धन्यवादः भगिनि. तदनन्तरम् असम्प्रत्यार्थे गीता भगिनी, गीताञ्जलि भगिनी. अस्ति वा? आं महोदय, क्षम्यताम्. असम्प्रत्यर्थे अत्र इत्युक्ते न योजते वा, न योजते अस्ति चेदिति अर्थः इत्युक्ते अयोग्यकाले अस्ति चेत् असम्प्रत्यर्थे इति उच्यते अर्थः अस्ति. अव्ययपदं किम्? अव्ययपदं अति अस्ति, अति अति अस्ति चेत् अति योजयित्वा भगिनी उदाहरणं दत्तम्, अतिकम्बलम् अस्ति. अतिकम्बलम् इत्युक्ते यदा कम्बलस्य प्रयोगं न भवति तत्र अतिकम्बलम् इति. अतिनिद्रम्, अतिकम्बलम् एतानि शब्दानि. अतिनिद्रमपि. विजया भगिनी, धन्यवादः भगिनी. विजया भगिनी. आं जि. शब्दप्रादुर्भावे शब्दस्य प्रसिद्धिः. अत्र शब्दप्रादुर्भाव अर्थे प्रसिद्धिः किम् अस्ति? एतत् पठनीयं वा अत्र? न, अव्ययपदं किं, तस्य तस्य अव्ययीभावसमासस्य एकम् उदाहरणं वदतु. प्रथमं वदतु अव्ययपदं किम् अस्ति. शब्दप्रादुर्भावार्थे किम् अव्ययपदम् उपयुज्यते? शब्दः एव खलु इति अव्ययम्. इति अव्ययं शब्दस्य प्रसिद्धिः इति अर्थे इति हरि, इति गोविन्दम् एतानि उदाहरणानि. इति एव अव्ययम् इति हरि इति इति अव्ययम्. यदि पश्चादार्थे अनन्तरम् अस्ति तत्र विजया भगिनी, पश्चादार्थे किम् अव्ययं भवति? महोदय क्षम्यतां, उच्यतु भगिनि. शब्दप्रादुर्भावार्थे इत्युक्ते शब्दस्य प्रसिद्धिः एव न, इत्युक्ते किमपि अन्यपदार्थस्य प्रसिद्धिः नास्ति इत्युक्ते ध्वनि. ध्वनि एव. ध्वनि एव. इत्युक्ते पदम् अस्ति चेत् भवितुम् अर्हति, किन्तु ध्वनि एव न अत्र. आम्, तत्र हरि हरि इति श्रूयते चेत् इति हरि इति वक्तुं शक्यते. यदि गोविन्द गोविन्द इति गोविन्दम्. यदा यदा वैष्णवीदेवी जय माताति माताति मातादि इति श्रूयते चेत् इति माता ह्रस्वं भवति तत्र अन्तिम अकारस्य. इति मातं भवति वा? नै, स्त्रीलिङ्गे अस्ति. इति आकारान्त दीर्घ आकारस्य ह्रस्वोनपुंसके प्रातिपदिकस्य कृत्वा माता भवति, अकारान्तम् अस्ति कृत्वा अम्भावं भवति इति मातम् नो इति मात्र न महोदय मातृ इति प्रातिपदिकं सत्यं इति मातृ अकारान्तं नास्ति सत्यं गुड् क्वश्चन् अत्र पश्चादर्थे अत्रापि अणु इति अव्ययं भवति खलु जि अत्र आम् अणु इति अव्ययं सुबन्धेन सह सम्मस्यते पश्चादर्थे समासः भवति अनुरतम् अनुमातरम् अनुपितरम् अनुगोपालम् तत्र महोदय अनुराधं भवति अनुराधा इति नाम अस्ति अनुराधं भवति तत्र आम् राधा इति अकारान्तमस्ति आकारान्तस्त्रीलिङ्गे भवति प्रातिपदिकम् अस्ति राधा इत्येव वा ह्रस्वो न अनुकृष्णं भवितुमर्हति परन्तु अनुपितरम् अनुमातरं न भवति अनुमातृ अनुपितृ ऋकारान्तम् अनुमातृ अनुपितृ यत्र गुरु अस्ति चेत् किं भवति जी अत्र अनुमातरम् अनुपितरं नास्ति वा न अनुमातृ न अत्र ऋकारान्तमस्ति अकारान्तं नास्ति अकारान्तम् अस्ति चेत् अम्भावं भवति अकारान्तं मातृ पितृ इति एव प्रातिपदिकं न प्रातिपदिकं परन्तु तत्र अनुरूपम् इति अस्ति अन्न अनुरूप अतः तत्र अकारान्त रूप इति अकारान्त प्रातिपदिकम् अस्ति इति कृत्वा अम्भावं भवति मातरं न आगच्छति वा अनुमातरम् अनुपितरं न मातृ इति एव प्रातिपदिकं न तत्र मातृ पितृ एव मातृ पितृ प्रातिपदिकस्य अदन्तं नास्ति चेत् ऋस्वत्वं भवति यदि अदन्तम् अस्ति चेत् अम्भावं भवति अत् यदि हलन्तम् अस्ति चेत् टच् भवति भासंज्ञा भूत्वा ते लोपो भूत्वा अकारान्तं भवति अकारान्तम् अस्ति कृत्वा तस्य अम्भावं भवितुमर्हति तदेव प्रक्रिया स्मरणीया हलन्तमस्ति चेत् भासंज्ञा भूत्वा ते लोप भवति कृत्वा अकारान्तं भवति तदनन्तरम् अम्भावं भवति यदि हलन्तं नास्ति अकारान्तं नास्ति चेत् केवलं ह्रस्वो नपुंसके प्रातिपदिकम् इति सूत्रेण ह्रस्वत्वं भवति अच्वर्णानाम् अजन्तवर्णानां गुरु अस्ति चेत् अनुगुरु महोदय अनुगुरु इति ह्रस्वगुरु गुरु इति ह्रस्वमेव तिष्ठति सूत्रे यथार्थे इति रोहिणी भगिनी महोदय सूत्रे यथार्थे यथा इति शब्दं योग्यता वीप्सा पदार्थ अनतिवृत्तिः सादृश्यम् इति चतुर्षु अर्थेषु उपयुज्यते योग्यार्थे अनु इति अव्ययस्य प्रयोगः अनुरूपम् अनुरूपं वीप्सार्थे किम् अव्ययं भवति वृक्षं प्रति वृक्षं सम्यक् पदार्थानुवृत्ति यदा शक्ति सादृश्ये सादृश्ये इत्यस्य सः आदेशः सः हरिः सो योग्यतार्थे अनु दीप्सार्थे प्रति पदार्थे अनुवृत्ति तत्र यथा इति स्वयमेव स्वयमेव तादृश्यार्थे सः इति चत्वारि अव्ययानाम् एकमेव सूत्रे दत्तमस्ति यथार्थे इति. आं धन्यवादः भगिनि. प्रश्न महोदय, योग्यतार्थे अपि च सादृश्यभेदः कः महोदय? योग्यता इति उच्यते चेत् गुणस्य योग्यता भवति, किन्तु सादृश्यार्थे उपमा कम्पेरिसन् यु केन् डु. वन् इस् क्वालिटि वैस् कम्पेरिसन् अण्ड् अदर् इस् यु नो वाट् यु काल् mere comparison. But something has to compare, no? Something has to be compared. Right. See, in the yatha pradartha anuvritti means padasya artham, padartha anuvritti. See, if you break up the word padartha anuvritti, pradartha anuvritti, see, what is that? Sadrishyarthe iti mama. Sadrishyam is upama, yes. You know, when you say, let us say, for example, he looks like Rama, when you say that, what happens is that there the appearance is compared, or he looks like Rama, or he looks similar to Rama, familiarity wise. Whereas in the padartha anativritti, there the what happens is that here the padasya artham padartham, that is there the quality of the padartha pada is taken. The suppose if is Hanuman and Bhima in the strength, they are equal, no? न महोदय, मम प्रश्नः सादृश्यार्थे सहरि अस्ति अपि च अनुरूपम्. सहरि इत्युक्ते हरेः उपमा इत्युक्ते समथिङ्ग् मस्ट् बि उपमा लैक् न एन् अनुरूपम् अपि तु अपियरेन्स् एव. स हरि अपि अपियरेन्स् एव, भेदः कः तु अहं किञ्चित् भ्रमः जातः महोदय. अनु इति अव्ययम् अनुरूपम् इत्युक्ते विजुवल् सिमिलारिटि. गुणस्य नास्ति महोदय, योग्यता अस्ति चेत्. योग्यता इत्युक्ते इस् वाट् यु काल् योग्यता इति योग्यता इट् शुड् बि आक्चुलि अबिलिटि. अनुरूपम् किमर्थम् अनुरूपम् इति उदाहरणं दत्तं तु अन्य उदाहरणं किम् अस्ति? अनुत्यागम्, अनुपुण्यम्, अनुधर्मम्, अनुशीलम्, अनुलेखम्, अनुविद्यालयम्. विद्यालयस्य योग्यम् अनुविद्यालयम्, लेखस्य योग्यम् अनुलेखम्. विद्यालय worthy. Yeah, so it's anurupam is you, whenever you're looking for a husband or a wife, or basically you're looking for a boy or girl, you're looking for someone who is similar, or he is, I mean, anurupam will not, it's worthy of being your wife, or worthy of being the husband, kind of. That yogyata. Asthu. Apicha sadrishya is upama. I mean, it's like as kind as. तुल्यस्य अवगतम्. अधुना अवगतं भगिनि महोदय, धन्यवादः. पदार्थस्य उल्लग्नं विना पदार्थ अनधिवृत्ति अस्मिन् व्याप्ते यथा अव्ययप्रयोगः शक्तिम् अनधिक्रम्य तो दट् इस् दर् अनधिक् पदार्थ अनधिवृत्ति न नाट् कम्पेरिसन् आफ् द क्वालिटि. यथाशक्ति मीन्स् विदौट् एक्सीडिङ्ग् द पवर् So, the problem is when you have to explain in Sanskritam. Right. Ayogya kale. Then, anupurvyarthe avyayam bhavati. Aruna Bhagini? Mahataya, anupurvyarthe artamasti अनु इति अव्ययपदम् उपयुज्यते. उदाहरणम् अनुवृद्धम् अनुक्रम अत्र क्रमशः वर्तते तदेव अनुपूर्वार्थे अस्ति. क्रमशः अनुक्रमः अनुज्येष्ठम् अनु अनुवृद्धम् समीचीनं भगिनि. तत्र एकैन् योगपद्यार्थे योगपद्यार्थे सः युगपत् एककालतः एककालतः सः इति अव्ययपदम् उपयुज्यते. उदाहरणम् अत्र दत्तं सचक्रमः चक्रं सचक्रं सः हकार अहं न जानामि केन सूत्रेण हकार अपगच्छति सचक्रमेव रूपं भवति. सकाले सः इति anyone remembering that saha sutra this sutra but avi bhave cha kale iti sutrena sahasya sa adesha bhavati iti chindayami avyayi bhava cha kale it was right below the right explanation right abhi bhava chakale चाकाले नाट् अकाले सहरि अवे भाव चाकाले इति सूत्रेण अवे भाव समासे सः इति स्थानस्य सा इत्ययम् आदेशो भवति अकालवाचिनी उत्तरपदे अस्ति चेत् ओन्ली इन् द अकालवाचि सिस्टम् देन् दट् सः बिकम् सा इफ् इट् इस् कालवाचि then it won't happen. Astu anupurvyarthe anukrama then yogapadyarthe we completed that yugapat yugapat is what sahari sachankaram तत्र सपूर्वान्नं इति अव्ययीभावचाकाले न कार्यं करोति, कालवाचिशब्दमस्ति पूर्वान्नम् इति कृत्वा. Right? Then when is the next one is sadrushyarthe Sharmila Bhagini? Atra punaha saha iti avyas upyoga bhavati sa hari atva sa sakhi sa vishnu ityadayah rupani bhavati. पुनः अत्र अव्ययीभावे चाकाले इति सूत्रस्य प्रसक्तिः अस्ति. यदा उत्तरपद कालवाचि नास्ति तदा एव स भवति, न चेत् सः इति भवति इति अहं चिन्तयामि. तत्र यद् सादृश्यात् यथा इति अव्यये अपि अत्र इट्स सिमिलर बट नॉट एज गुड एज इति वा गौणार्थे इति कृतमासीत्. यथार्थे मुखसादृश्यं सामुखसादृश्यं सहरी यत्र गौणं भवति तुल्यत्वं गौणं भवति अत्र. यथा इत्युक्ते तुल्यत्वं प्रधानं भवति तत्र. स विष्णु तत्र विष्णु इति प्रधानपात्रम् अत्र. स हरि स लक्ष्मणम् इत्युक्ते स लक्ष्मणम् इस् इन् गौणभाव. दि अदर् पर्सन् इस् इम्पार्टेण्ट्. यदा ते सादृश्यस्य प्राधान्यं तुल्यत्वगौणमस्ति अत्र. सादृश्यार्थे गौणसादृश्यं सहरि तत्र सहरि प्रद्युम्न भवति. आम् रैट् तत्र नौ इफ् यु आर् यूसिङ्ग् स हरि दट् मुख्यसादृश्यं भवति. हरि इस् लैक् दट् स हरि. हियर् आल्सो हियर् इस् अगेन्स्ट् द सेम् अव्ययम् इस् यूस्ड् सः इन् बोत् द केसेस् सादृश्यावस्थे मुख्यार्थे और् गौणार्थे. नौ हौ विल् यु मेक् द डिफरेन्स्? हियर् आल्सो स हरि. अत्र हरि इत्युक्ते कालवाचकशब्दमस्ति. न न न कालवाचि मया लिखितं तादृशमेव मया लिखितम् अत्र. सः हरि इति भवति अत्र. यथार्थे इति मुख्यसादृश्यं सहरि, सादृश्यार्थे गौणसादृश्यं तत्रापि सहरि इति. महोदय तत्र भवान् उक्तवान् वर्गे सादृश्यर्थे इत्युक्ते अन्तर अपि बहिः गुणानां तुल्यम् अस्ति चेत् सादृश्यर्थे. किन्तु सिमिलर् टु इन् अपियरेन्स् इत्युक्ते यथा सादृश्यम् इति मन्यमान यथार्थे इति यदा यथा इति अव्यय सः इति यथार्थे इति अव्ययसमासे सहरि इति मुख्यसादृश्यं भवति. तत्र या कोऽपि हरिसादृशः अस्ति सः हरि एव भवति इति मुख्यसादृश्यं. किन्तु अत्र कत्र सादृश्यार्थे गौणम् अस्ति इति प्रद्युम्ना हरि इव दृश्यते. किन्तु हरि तुल्या नास्ति. I think it is the opposite. For example, Sahari Pradyumnah Iva Asti. It is the Pradyumnah Hari Iva Nasti. That is, the Pradyumnasya Gaunatvam Asti. Pradyumnah cannot be like Hari. No. See, the some... सुबन्धं किम् अस्ति? हरि एव सुबन्धं समस्यते. प्रद्युम्नस्य उल्लेखः एव नास्ति. स हरि वाक्यं भवति. स हरि प्रद्युम्नः अस्ति. देन् देर् इस् अनदर् वर्ड् यदा सादृश्ये. देर् आल्सो सादृश्य वर्ड् इस् कमिङ्ग् नो. That is there, if suppose Sahari Lakshmanaha Asti, Tatra Sahari has got more, what to say, whatever quality he has got, that has got more important. Lakshmanasya Gauna Bhavam. Sahari Tatra Pradhanyam, his Pradhanyam Asti. Here Sahari, again Sahari Pradyumnaha. मित्रजैसा सदृशः वर्णेन सवर्णं वर्ण के समान. बट् स हरि सेज् हरि की समानता. सो इक्विवेलेंट टू हरि वर्सेस लाइक like hari, right. Like a friend, like a alphabet. But my question is, Sharmila Bhagini, I know, I can't explain. Both the word places, the Avyayi Bhava Samasta Padam Asti Sahari. How will you make out the difference? From context. Yeah, from the context. every time has to be context. Yeah, Vivaksha. अस्तु अग्रे अग्रे सम्पत्यर्थे रोहिणी भगिनि. अस्ति वा सक्षत्रं रामः रावणेन सह सम्पत्यते. सः इति अव्ययम् उपयुज्यते. अत्र उदाहरणमस्ति छत्राणां सम्पत्तिः स छत्रं रामः दृश्यते. क्षत्रियगुणं रामे तिष्ठति इति कृत्वा स छत्रं रामः इति वदति वा. रामस्य पार्श्वे क्षत्रियाः अपि अस्ति इति चिन्तयामि. अनेकं सैनिकाः अस्ति. स छत्रं रामः. अत्र आत्मभावः इति दत्तमस्ति सम्पत्त्यर्थे. आत्मभावः रामस्य गुणं भवति क्षत्रियगुणम् अस्ति कृत्वा सशस्त्रं रामः. सैन्यमस्ति इति न वदति. सम्पत्तिः इत्युक्ते अनुरूपः आत्मभावः. Sampatti is a guna, I mean, or the Atmabhava. So, what is it here is Sashastram Ramaha Ravanena Saha. So, in that statement, Sashastram is Atmabhavena Kshatriyabhavena iti Amchintayami. Kim Batati? अस्तु न श्रूयते भगिनि. ओ क्षम्यतां. स बुद्धि बालकः पाठम् अवगच्छति. सबुद्धिः सबुद्धिः अस्तु. साकल्यार्थे गीताञ्जलि, साकल्यार्थे किं सम्पूर्णता भावः अस्ति. सः अपि सा भवति तत्र सतृप्तं सतृप्तम् महोदय. ऐ एम् लुकिङ्ग् एट् दि समास बो. सम्पत्त्यर्थे क्षत्राणां सम्पत्तिः सक्षत्रं, तत्र लिखितमस्ति अनुरूपः आत्मभावः सम्पत्तिः, ऋद्धेः आधिक्यं समृद्धिः. अतः सम्पत्तिसमृद्धयोः अत्र न पर्यायार्थः. Sampatti is not what you call the prosperity. It is not prosperity, right. But Atmabhava. Atmabhava, yeah. The feeling of. Yeah. Yeah, that is why Gitanjali Gogini said, no, Sabuddhi Balakaha. Right. Antarte. ब्रह्मणः सम्पत्तिः स ब्रह्म. अन्य उदाहरणमपि अस्ति. अस्तु. साकल्यार्थे पुष्पा भगिनी, साकल्यार्थे. अस्तु महोदय. साकल्यार्थे अत्र सः इति आगच्छति साकल्यार्थे. शत्रूणां सः तु हकारस्य लोपः भूत्वा सद्गुणम् इति आगच्छति. सः सद्गुणं सः सद्गुणम् अस्तु. शत्रूणां शत्रूणम् अपि अपरित्यज्य शत्रूणां खादति इति तृणेन सहितं तृणेन सह तृणेन सह अस्तु. सतृणं तृणस्य सह महोदय. तृणस्य सहितं सकल सकलता इति अर्थे अस्ति. साकल्यार्थे इत्युक्ते सकलता मीन्स् entirety, in the entirety. Right. Astu. Aruna Bhagini, antarte iti. Mahode, antarte samaptihi dartaha saha iti aveya padam payujyate sa agnihi iti udaharamata dattam bhaginya. Right. Agnimin, that including that. Antarte. Atrapi samahadaya avyayi bhava cha kale akale iti sutrena hakara lopaha bhavati. Hakara lopaha bhavati. Sa agni bhavati. Yeah. Avyayi bhava cha kale akale. Atra agrima sutram asti yada sadrushye. तस्य अरुणा भगिनी, यदा सादृश्ये इति सूत्रं किं वदति? यथा विस्मरामि महोदय. शर्मिला भगिनि अत्र यथा इति योग्यता अर्थे अस्ति योग्यता अत्रापि पुनः वीप्सार्थे अपि अस्ति वा न वीप्सार्थे नास्ति न वीप्सार्थे नास्ति योग्यतार्थे एव योग्यता इतर किन्तु असादृश्ये इति उक्तत्वेन किं भवति यथा असादृश्ये सादृश्य अर्थे अस्ति चेत् तत्र अनुरूपम् अनु इति अव्ययम् उपयुज्यते अत्र यथा इति अव्ययम् उपयुज्यते यथा इति पूर्वमपि अस्मिन् सूत्रे तयोः तत्र यथाशक्ति इत्युक्ते शक्तिम् अनतिक्रम्य नाट् गोयिङ्ग् बियाण्ड् योर् एबिलिटि अत्र योग्यता इति यथा वृद्धम् इत्युक्ते यु आर् ओल्ड् इनफ् वर्थ् बीङ्ग् ओल्ड् बिकास् यु आर् ओल्ड् यु आर् वर्थ् बीङ्ग् इन्वैटेड् इति यथार्थे यावत् यथा सादृश्ये हि इस् कम्पेरिङ्ग् दिट् अधिक्रम्य रैट् यावत् अवतारणे तस्य पुष्पा भगिनि ओ अस्मि यावदवधारणे अव्ययार्थः अवयम् उदाहरणं विवरणम् अवधानार्थे यावत् इति अव्ययं यावत् पत्रं यावन्ति पत्राणि तत्तु बहुवचन अपि अस्ति अत्र यावन्ति पत्राणि यावत् पत्रम् इति न तदेव अस्ति बहुवचन एव अस्ति परन्तु यावत् यावत् पत्रम् इत्युक्ते अर्थं किम् अवधानार्थे यावत् अस्तु महोदय निश्चयं परिसमाप्त्यर्थं तत् पत्रं यावत् पत्रं मीन्स् पत्रं सन्ति तावन्ति भोजनानि यावन्ति पत्राणि सन्ति तावन्ति भोजनानि पत्राणि सन्ति तावन्ति भोजनानि अस्तु वाक्यम् अस्ति प्लीस् म्यूट् युर्सेल्फ् देन् नेक्स्ट् इस् सुप्रदीना मात्रार्थे इति गोमति भगिनि महोदय सुप्रदीना मात्रार्थे मात्रा इत्युक्ते अल्पं स्वल्पम् एतानि एताः अर्थाः प्रति इति अव्यये मात्रार्थे यदस्ति तत् सुबन्धपदं प्रति इति अव्ययशब्देन सह समस्यते अत्र मात्रार्थे यत् सुबन्धपदं भवति तद् प्रथमं भवति प्रतिना इति सूत्रे उक्तम् अतः तत् उत्तरपदं भवति अतः किं महोदय वदतु अतः उदाहरणं भवति सूपप्रति अर्थं भवति सूपः किञ्चित् एव अस्ति सूपस्य लेशः इत्यर्थे सूपप्रति सूप इति मात्रार्थे भवति सूपस्य लेशः अतः तद् प्रथमं भवति. प्रतिना इत्युक्ते प्रति उत्तरपदम्, अतः सूपप्रति इति उदाहरणम् अल्पमात्रार्थे अल्पमात्रार्थे सूप प्रथमं भवति. यदि जलम् इति सुबन्धम् अस्ति चेत् किं भवति? सुबन्धपदं प्रथमं भवति, तदानीमेव सूप इति प्रथम भवति. सूत्रे सुप् इति प्रथमं निर्दिष्टम्. आम् मात्रार्थे इति मात्रार्थे अव्ययं भवति. सुप् इति अन्य अन्यसुबन्धं प्रथमानिर्दिष्टम् अस्ति कृत्वा प्रथमम् आयाति. तदेव गोमतीपतिनी उक्तम् अस्ति. मम प्रश्नः अस्ति, यदि जलमस्ति चेत् सुप्रथम सुबन्धं जलमस्ति चेत् मात्रार्थे किं भवति? जलस्य लेशः इति विग्रहवाक्यं भवति, तो प्रातिपदिकं जल एव भवति, तो जलप्रति इति भवति. सम्यक्, धन्यवादः भगिनि. महोदय क्षम्यतां, तत्र कथं जानीमः अत्र अव्ययम् उत्तरपदं भवेत्, कथं जानीमः? यत्र सुप्रतिना मात्रते इति सूत्रे प्रथमानिर्दिष्टं पदं किम् अस्ति? सुप् अस्ति तत्र. सुप् अस्ति. सुप् इत्युक्ते कोऽपि सुबन्तं भवति. प्रतिना इति तृतीया निर्दिष्टं पदम् अस्ति इति कृत्वा प्रति इति प्रथमाविभक्तिं नास्ति कृत्वा तस्य उत्तरपदं भवति. अर्थं किमस्ति? मात्रार्थे लेशम् अल्पम् इत्यादि अर्थे प्रति इति अव्ययम् अन्यसुबन्धेन सह अव्ययीभावसमासः भवति, किन्तु तत्र प्रति इति प्रथमाविभक्त्यां न दत्तमस्ति कृत्वा उत्तरपदं भवति. कोऽपि सुबन्धेन सह समस्यते, तत् सुप इति प्रथमानिर्दिष्टमस्ति कृत्वा पूर्वं भवति, उपसर्जनं पूर्वं भूत्वा इति कृत्वा जलप्रति सुपप्रति इत्यादि भवति. अवगतं वा? अवगतं, धन्यवादः महोदय. धन्यवादः. अक्षशलाकासङ्ख्यापरिणा कः वदति? शर्मिला भगिनि. अहं किमपि अभ्यासं न कृतम्. अक्षशलाकासङ्ख्यापरिणाः अत्र द्यूतसम्बन्धे एव अयं नियमः अस्ति, अयं सूत्रः अस्ति. अक्षपरि, शलाकापरि, एकपरि, द्विपरि, त्रिपरि, चतुष्परि इत्येव शब्दाः सन्ति. तत्र द्यूतक्रीडायां पराजयः भवति, तस्य क्षेणविपरीतं वृत्तम् इति अर्थं भवति. अस्तु, अत्र परिणा इति परिणा इति उक्तत्वेन परि इति अव्ययम् उत्तरपदं भवति. सम्यक्. तदनन्तरं धन्यवादः भगिनि. अपपरि बहिरञ्जप पञ्चम्या गोमती भगिनि. वदामि. अपपरि बहिरञ्जव पञ्चम्या. अत्र अपपरि बहि अञ्चु एते शब्दाः भवति सूत्रे. अञ्चु इति नास्ति. धातुतः अञ्चु धातुतः उत्पन्न दिक्वाचकशब्दः. दिक्वाचकशब्दाः पापापरि बहिरञ्जव पञ्चम्याः. पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः भवति. आम्, अपरि बहि एते सुबन्ताः, अञ्चु इति धातुतः निष्पन्नदिक्वाचकशब्दाः, प पञ्चम्यन्तेन सह समस्यते, अव्ययभावसमासः भवति, तत्तु विभाषा व्यस्तरूपमपि भवति तत्र तु अप इत्यस्य उदाहरणं अहं न स्मरामि महोदय. अप त्रिगर्तेभ्यः वृष्टः देवः, दृष्ट्वा वदामि. अप त्रिगर्तेभ्यः वृष्टः देवः. अप अपपरिवर्जने इति तत्र कर्मप्रवचनीयसंज्ञा भवति, अतः अप वर्जनार्थे भवति सूत्रे. तत्र अपयोगः वृष्टि अपवृष्टि अपत्रिगर्तम् अपत्रिगर्तं भवति. अपत्रिगर्तेभ्यः वृष्टः देवः. अप इति अव्ययं वर्जनार्थे भवति. त्रिगर्तम् इति देशं त्यक्त्वा वृष्टिः अभवत् इति अर्थं भवति. अप त्रिगर्तेभ्यः वृष्टः देवः इति. एवमेव परि अपि परित्रिगर्तं तत्रापि त्रिगर्तदेशं विहाय वर्जयित्वा वृष्टः अभवति इत्यर्थे परित्रिगर्तम् इति भवति. अनन्तरं अञ्चु बहिः अस्ति. बहिः तु अव्ययं नास्ति, परन्तु वयं जानीमः बहिः यदा भवति तत्र पञ्चम्यान्तशब्दः एव भवति, अतः पञ्चमी विभक्त्यां यत् सुबन्तपदमस्ति तेन सह बहिः समस्यते अपि अव्ययभावसमासः भवति. तत्र उदाहरणं किं महोदय? बहिर्ग्रामं अत्र सोरि विभाषा इत्युक्ते पदद्वयं भवति न तो द्वितीयपदं भवति पञ्चम्यन्ते बहिर्वनात्. तत्र अपि अपत्रिगर्थात् अपत्रिगर्थम् इति पदद्वयं भवति, रूपद्वयं भवति. परित्रिगर्थं परित्रिगर्थात् इति रूपद्वयम्. अपि बहि आल्सो बहिर्वनं बहिर्वनात्. अनन्तरं अञ्चु इति धातोः निष्पन्न दिक्वाचकशब्दः, पश्चिमपूर्व एतं भवति प्राग् इति. तो प्राक् ग्रामं प्राक् ग्रामात् अञ्चु इति निष्पन्नपदं दिक्वाचकशब्दमस्ति. प्राक् तो प्राग् ग्रामात् प्राग् ग्रामम् इति भवति अञ्चु इति धातुः निष्पन्न दिक्वाचकशब्देन अव्ययीभावः समासः. अत्र रूपद्वयं भवति इति विभाषा इति अधिकारे अस्ति इति कृत्वा आङ् मर्यादा विविध्यो आङ् मर्यादा अभिवृद्धि तत्र तेन विना तेन सह इति द्वयोरूपमस्ति. जोह्नि भगिनि महोदय तत्र आङ् मर्यादा विविध्योः आ पाटलीपुत्रं पृष्टः आ पाटलीपुत्रं पृष्टः तत्र अथवा आ पाटलीपुत्रात् इति उदाहरणं पाटलीपुत्रपर्यन्तम् अथवा अत्र मर्यादावचने लिमिट् अभिवृद्धि I'll tell you one example which is easy to remember. Asamudram Bharatadesha itrukte prathamam samudram vina Bharatadesham. आहिमालयं भारतदेशम् इत्युक्ते हिमालय हिमालयपर्वतसहितदेशं भारतदेशम् इति चिन्तय इति स्मरामि स्मरति चेत् आङ्मर्यादा अपि विद्यो इति सूत्रस्य अर्थं भवति. आसमुद्रं समुद्रं विना भारतदेशम्, आहिमालयम् इत्युक्ते हिमालयपर्वतं सहितं भारतम्. तदेव मम चिन्तनम् अत्र. आसमुद्रं भारतम्, आकुमारं यशः इति सन्दर्भे एव जानीमः महोदय. कथं जानीमः? सन्दर्भे एव न सन्दर्भत्वेन एव तस्य विवक्षा एव सर्वदा प्रामुख्यं भवति. विवक्षा किम् अस्ति इति कृत्वा तस्य द्वयोः द्वयोः समये आङ् एव अव्ययभावं भवति. अव्ययपदम् आसमुद्रम् इति उक्तत्वेन समुद्रं देशे न भवितुम् अर्हति इति विवक्षा भवति. इति कृत्वा आसमुद्रम् इत्युक्ते समुद्रं विना. आहिमालयम् इत्युक्ते हिमालयं देशे अन्तर्भवितुम् अर्हति इति कृत्वा विवक्षा भवति आहिमालयम् इत्युक्ते तेन सह. अस्तु महोदय. सर्वं समानेव दृश्यते किन्तु सन्दर्भे विवक्षा मुख्यमस्ति भगिनि. लक्षणेनापि प्रति आभिमुख्ये तत्र अरुणा भगिनी किं महोदय? लक्षणेनाभिप्रति आभिमुख्ये सम्मुखता फेसिङ्ग् महोदय तदेव उक्तमस्ति न अत्र सूत्रे किं किं पदमस्ति उच्यते चेत् ओके लक्षणेन अक्षरेण अभिप्रति प्रति अभिमुखे अभिमुख्यार्थे प्रति अभि लक्षणवा लक्षणे इति उक्तत्वेन लक्षणवाची पदेन सह समस्यते इति अर्थं भवति न. लक्षणेत्ताम्बूदाख्यानभागवीप्सासु प्रतिपदि अनु इति कर्मप्रवचनीयसंज्ञा भूत्वा अत्र सो अभिप्रति इति अव्ययपदानि प्रयुज्यते वा महोदय? आम् आम्. प्रत्यग्नि इति प्रत्यग्नि शलभा पतन्ति इति प्रतिमि अग्निम् अभिमुखीकृत्वा शलभाः पतन्ति इति प्रत्यग्नि भवति. अभिमुख्यार्थे अभ्याग्निशलभाः पतन्ति तत्रापि तदेव अर्थं भवति अभिमुख्यार्थे. द्वयोः अव्ययोः पदानां पदयोः अर्थं समानमेव. अभिमुखे अभिमुखीकृत्वा इति एव प्रतिदेवं नमस्करोमि अभिदेवं नमस्करोमि तदेव द्वयोः. अस्तु अर्थः कः महोदय तत्र अभि अपि प्रति प्रति अण्ड् अपि द्वयोः अर्थं समानमेव यदि आभिमुख्यार्थे तस्य प्रयोगः भवति चेत्. आभिमुख्यार्थे इति कृत्वा अभिमुखीकृत्वा किमपि कार्यं करोति चेत् तत्र प्रति अथवा अभि द्वयो अव्ययो अव्ययपदानाम् अव्ययपदयोः उपयोग्यं कर्तुं शक्यते. प्रतिदेवम् अर्पयामि, अभिदेवम् अर्पयामि. अत्र प्रतिसूर्यम् अभिसूर्यम् अर्घ्यं समर्पयामि सन्ध्यावन्दनसमये इति उदाहरणमस्ति. सुप्रदीनलक्षणाभिमुख्ये फेसिङ्ग् द लक्षण लक्षणा इति लक्षणे इति तत्त्वात् अभिमुख्यार्थे सम्बोधन सम्बोधनविभक्ति समवन् इस् नाट् लुकिङ्ग् एट् यु, यु काल् देम् एण्ड् दे लुक् एट् यु. सो टु मेक् देम् चेञ्ज् देर् फेस् टुवर्ड्स् यु, देट् इस् अभिमुख्यार्थे. मम पुस्तके अहं मम नोट् मध्ये अस्ति विषयसप्तमी अभिमुखे इति. किमर्थं सप्तमे विभक्ति अस्ति चेत् अभिमुखे किमर्थं सप्तमे अस्ति चेत् विषयसप्तमी इति अभिमुखे इति सप्तमी विषयसप्तमी योग्यपत्यसादृश्यसम्पत्तिसाकल्य विच् वि हव् कम्प्लीटेड् नौ सन् रैट् अन्तवचनेषु दट् इस् ओवर् नौ विलत् नौ वाट् इस् द नेक्स्ट् सूत्र लक्षणेनाभिप्रति अभिमुख्ये इस् ओवर् न अपपरिप्रहरञ्जे वा आङ्मजादविधि लक्षणे विप्रति आभिमुख्ये अनुर्यत्समय तस्य उदाहरणं किमस्ति शर्मला भगिनी? न जानामि अन्लेस् यु स्क्रोल्ड् औट्. सारि, ऐ वास् सपोस् टु सिट् अण्ड् रैट् डौन् एव्रिथिङ्ग्. ऐ थिङ्क् ईच् आफ् वन् शुड् टेक् पार्ट्स् अण्ड् हेव् एव्रिथिङ्ग् रेडि बै इव्निङ्ग्. अनुर्य समीपम् अव्ययपदम् अनु अस्ति, यथा उदाहरणम् अनुवनम् अनुवनम् अपि च पूर्वस्मिन् सूत्रे वयम् उप अपि दृष्टवन्तः. उपवनम् पूर्वस्मिन् सूत्रे वयम् उप इति श्रूयते भगिनि, अधुना श्रूयते वा? Come to closer to the mic. मन्दमस्ति. अस्तु अस्तु, क्षम्यतां भगिनि. अनूर्यसमय समय इति समीपार्थे अस्ति, अनु इति अव्ययम् अस्ति, अनुवनम् उदाहरणमस्ति. अनुवनम् इत्युक्ते वनस्य समीपम् इत्युक्ते वनस्य समय वनस्य समीपे. अत्र अपि पूर्वस्मिन् सूत्रे वयं दृष्टवन्तः उप अपि समानार्थक अस्ति. उपवनम् अपि अनुवनं भेदः इति. उपवनं तु नित्यसमासः अस्ति इत्युक्ते उपवनं नित्यसमासः, किन्तु अनुवनं विकल्पेन समस्यते. अन्यथा तु समान एव महोदय इति मन्ये इति अवगतम्. अर्थं समया निकषा समीपम् इत्यर्थे समया इति अनु इति अव्ययं, समया इति समीपार्थे अव्ययभावसमासः भवति, समीचीनं भवन्ति यत् उक्तं. विभाषा इति अधिकारे अस्तीकृत्य तस्य व्यस्तप्रयोगं भवति, किन्तु उप इति अव्ययं भवति चेत् तत् नित्यसमासं भवति, उपकृष्णम् उपवनम् इति एतव तत्र व्यस्तप्रयोगं न भवति. किन्तु अनुवनम् इति व्यस्तप्रयोगम् अपि भवितुम् अर्हति. तदेव व्यस्तप्रयोगं उदाहरणमस्ति वा गीताञ्जलि भगिनी? यथा वनं समया इति समीचीनं. वनं समया तु व्यस्तप्रयोगः अस्ति, किन्तु वनम् उप इति तु वनस्य उप तु साधु नास्ति. इत्यनेन उपवनं नित्यसमासः, किन्तु अनुवनं विकल्पेन समस्यते. अनुवनं विकल्पेन समस्यते, किन्तु तत्र व्यस्तरूपं भवति वनं समय. पदं तु तदेव योजनीयं न महोदय? आम्, तद् तद् अव्ययव अव्ययपदमेव योजनीयं न व्यस्तप्रयोगे अपि. अर्थं समय इति भवति, किन्तु व्यस्तप्रयोगे अपि अनु इति पदमेव उपयोगं करणीयम्. अस्तु, तत्र वनस्य अनु समीचीनं, वनस्य उप असमीचीनम्. आम्, असाधु वनस्य विकल्पेन भवति. उपवनम् अनुवनं द्वयोः अर्थं समानमेव. वनस्य उप इति असाधु, वनस्य अनु इति साधु. तस्तु यस्य चायामः तत् गोमती भगिनि वदामि. यस्य चायामः, आयामः इत्युक्ते दीर्घता, दैर्घ्यं बोधयति. अनु इति अव्ययपदस्य उपयोगं भवति. तो यदा अनु इति अव्ययं दीर्घतां बोधयितुम् अर्थे आगच्छति, तदा सः इति अव्ययपदेन अनु इति पदेन समस्यते. अनु अव्ययं दीर्घता बोधयितुम् आगच्छति चेत् सुबन्धेन पदेन सह समस्यते. सुबन्धपदं यमुना अस्ति चेत् यमुनायाः यमुनायाः अनु इति रूपद्वयं भवति. अत्र यमुनायाः अनु मथुरा अस्ति, मथुरायाः दैर्घ्यं यमुनायाः इव तुल्यं, यमुना इव तुल्यम्. अतः अनु यमुनम् इति पदम् अस्ति. अस्तु, यस्य चायं. तिष्ठद्भु प्रभृतीनि च. जी, ऐ एम लीविंग जी. हा, अस्तु भगिनि. शर्मला भगिनि, तिष्ठद्भु प्रभृतीनि च. अत्र तिष्ठद्भु इति गणे ये शब्दाः पठिताः तेषाम् अव्ययीभावसंज्ञा भवति. अत्र अव्ययम् एव नास्ति, अतः तिष्ठन्त्यः गावः इति तिष्ठद्भु, आयत्यः गावः यस्मिन् काले आयति गवम् इत्यादि साक्षात् अव्ययीभावसमासं कृत्वा शब्दाः पठिताः सन्ति. निपातनम् इत्युक्ते लिस्टेड्, तत्र कोई समासः अस्ति, तत्र कोऽपि समासविधिसूत्रम् इत्यादि नास्ति. साक्षात् समस्तपदानां सूची एव दत्तमस्ति. भगिनी, मम संशयः अत्र वाट् शी सेड् तदा एव तिष्ठति. ऐ एक्सेप्ट् बट् हियर् तिष्ठन्त्यः गावः तिष्ठद्भू. सिमिलर्लि आयान्ति गावः, वै नाट् आयाति भू? आयाति गावः तिष्ठ एव. सो देर् इस् नो देर् इस् वन् फार् वेन् यु आर् टाकिङ्ग् अबौट् पुल्लिङ्ग वर्सस् स्त्रीलिङ्ग. It becomes go or Srilinga, na? So it is Ubayapadi. Go is Ubayapadi. No, we are talking about so Ayati Gavaha Yutyukte, bulls also are included. Yeah. Tishthandi Gavaha means Dohanartham Gavaha Tishthandi. That means only cows. It's only female. Okay, Mahodaya, I'm going to have to leave. Right. I think we'll stop now. There are other... I'm very sleepy today. Okay. 10:30, 10:40. Sorry, right. धन्यवादः. स्टाप् दिस्. विल् सी इन् द क्लास्. धन्यवादः. धन्यवादः सर्वेभ्यः. धन्यवादः.